आम् अनुमितिः इति विषयः तत्र अस्माभिः स्वार्थानुमानं परार्थानुमानं च परिशीलितं तदा व्यतिरेकव्याप्तिः कथं सिद्ध्यति इति अपि सप्ताहे परिशीलितमासीत्। तस्य विषये इतोपि एकवारं पुनरावलोकनं कुर्मः। तर्हि जयन्ती भगिनी, तत्र व्याप्यव्यापकभावप्रसङ्गे त्रीणि वाक्यानि आसन् खलु, अभावस्य योजनेन कथं विपरीतत्वेन भवति इत्यादिकं किञ्चित् वदति वा तस्य विषये? त्रीणि वाक्यानि सन्ति व्याप्ति आधारेण कथं वाक्यं रचयामः इति भिन्नम् अस्ति प्रत्येकं स्थित्यां। प्रथमं तु अन्वयव्याप्तिः, तदेव भगिनी खलु अन्वयव्याप्तिस्थले कीदृशं वाक्यम् इति तद्वा अभावस्य योजनं द्विवारं जातमासीत् खलु, तदेव विवरणीयं खलु व्यक्तिविषये। अस्तु, परं अन्वयव्याप्तिस्थले तु यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वाक्यं भवति। व्यतिरेकव्याप्तिस्थले द्वितीयं वाक्यम् अस्ति, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति वाक्यम्। अतः व्यतिरेकव्याप्तिस्थले दृष्टान्ते हेतोः अभावः अस्ति, अतः यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इत्यस्य आधारेण पक्षे कीदृशी स्थितिः इति अनुमितिं कुर्मः। तृतीयं वाक्यम् अस्ति, यत्र यत्र यत्र हेतुः न हेतोः अभावः नास्ति, हेत्वाभावः नास्ति तत्र साध्याभावः नास्ति इति। इत्युक्ते यत्र हेत्वाभावः नास्ति इत्युक्ते यत्र हेतुः अस्ति तत्र साध्यम् अस्ति इति इति जातः। द्वितीयं वाक्यम् अपि च तृतीयं वाक्यं द्वयोः मेलनेन व्यतिरेकव्याप्तिः अद्य इति अग्रे पश्येम। अत्र केवलं इदं प्रदर्शनीयमासीत् यत् अभावशब्दस्य संयोजनेन व्याप्यः व्यापकः भवति, व्यापकः व्याप्यः भवति इति। तत्र वाक्यानि क्रमेण पश्यामः चेत् व्याप्येन व्यापकः सिद्ध्यति इति खलु नियमः। प्रथमं तु व्यापकः व्याप्यः धूमः, व्यापकः वह्निः इति आसीत्। भावसंयोजनेन वैपरीत्यं जातं, व्यापकाभावेन व्याप्याभावः व्यापकाभावः उच्यता। व्यापकाभावेन प्रथमं तु व्याप्यया व्यापकः सिद्ध्यति। द्वितीयम् अस्ति व्यापकाभावेन, इत्युक्ते यत्र साध्यं नास्ति इत्यस्य अर्थः अस्ति व्यापकाभावेन व्याप्याभावः सिद्ध्यति। हा, किन्तु तत्र व्यापकाभावः इति कः, व्याप्यः वा व्यापकः? अत्र व्यापकाभावः तु साध्याभावः एव, यत्र साध्यं यत्र यत्र साध्यं नास्ति इत्यस्य अर्थः एव। अत्र साध्याभावः एव न्यूनदेशस्तः, अतः व्यापकः भावः इति उच्यते। सत्यं, न्यूनदेशः न्यूनदेशवृत्तिः इत्युक्ते व्याप्यः खलु। आम् आम् आम्, अतः व्यापकः भावः इति। पुनः व्यापकः अस्ति व्याप्यः अस्ति साध्याभावः अथवा व्यापकाभावः अभावस्य प्रसङ्गे व्यापकाभावः एव व्याप्यः अस्तु व्याप्याभावः च व्यापकः भवति अपि च पुनः इतोपि एकवारम् अभावसंयोजनं भवति चेत् वैपरीत्यं पुनः जायते व्याप्याभावाभावः पुनः व्याप्यः भवति व्यापकाभावाभावः पुनः व्यापकः अस्तु इति त्रीणि वाक्यानि आसन् तानि उपयुज्य तत्र व्यतिरेकव्याप्तिप्रसङ्गे परार्थानुमानं कथं विद्यते इति परिशीलनीयं भवति अग्रे अत्र करपत्रं पश्यति वा नूतनचित्रं संयोजितमस्ति पश्यन्ति सर्वैः दृष्टं चित्रं अस्तु तत्र प्रश्नः आसीत् एवमेव यद् व्यापकाभावः कथं व्याप्यः जातः अपि च व्याप्याभावः कथं व्यापकः इति तस्य प्रदर्शनम् अत्र अस्ति रत्नाभगिन्या निर्मितं तत्र विंशतिस्थलानि स्वीकृत्य तत्र पश्यन्ति चेत् विंशतिस्थलेषु तत्र पञ्चदशस्थलेषु वह्निः अस्ति अस्तु इत्युक्ते वह्न्याभावः पञ्चस्थलेषु पञ्चदशवह्नी पञ्च इति वह्न्याभावः इदानीं धूमः कुत्र अस्ति इति गणनां कुर्मः चेत् तत्र धूमः सप्तसु स्थलेषु धूमाभावः कुत्र अस्ति कति स्थलेषु त्रयोदशस्थलेषु सन्ति धूमाभावः अधिकदेश खलु अतः धूमः तु व्याप्यः अतः व्याप्यभावः देशवृत्तिः इति कृत्वा व्याप्यभावः व्यापकः जातः व्यापकाभावः व्याप्यः जातः अस्तु इति तावदेव चित्ररूपेण तत्र किञ्चित् निदर्शनमस्ति इदानीं व्यतिरेकव्याप्तिप्रसङ्गे परार्थानुमानं कथं सिध्यति इति अग्रे अस्ति तत्र सावित्री भगिनी किञ्चित् वदति वा पञ्चावयवाः इत्यादिकं पञ्चावयवाः सन्ति प्रथमं भवति प्रतिज्ञावाक्यं पर्वतः वह्निमान् इति द्वितीयं भवति हेतुवाक्यं धूमवत्वात् इति अत्र सन्दर्भः अस्ति यत् स्वयं प्रत्यक्षेण न द्रष्टुं शक्यते रामः पश्यति अनन्तरं तस्य वार्ता श्यामस्य कृते सः वदति अत्र तदस्ति प्रसङ्गः सः कथं वदति इति कथं वदति अपि च श्यामस्य मनसि अनुमितिः कथं जायते इति पश्यामः अत्र प्रतिज्ञावाक्यं पर्वतः वह्निमान् द्वितीयवाक्यं भवति हेतुवाक्यं धूमवत्वात् इति तृतीयवाक्यं भवति उदाहरणवाक्यं यो यो वह्निमान् वह्न्याभाववान् स सर्वोऽपि धूमाभाववान् यथा ह्रदः इति रामः वदति यथा पूर्वं दृष्टं तथैव अस्ति अत्र प्रथमत्रीणि वाक्यानि सैद्धान्तिकरूपेण अस्ति अपि च सम्भाषणरूपेण अपि चिन्तयितुं शक्नुमः चतुर्थवाक्यं भवति उपनयवाक्यं न तथा च अयम् इत्युक्ते यथा उदाहरणवाक्यम् अस्ति तथा नास्ति अत्र पर्वतः धूमाभाववान् नास्ति इति हेत्वाभाववान् नास्ति इति पञ्चम सोपानं भवति निगमनवाक्यं तस्मात् न तथा तस्मात् हेत्वाभावाभाववत् हेत्वाभावाभावात् न तथा नाम वह्याभाववान् न इति यथा पूर्वम् उक्तं प्रथमत्रय त्रीणि वाक्यानि सैद्धान्तिकरूपेण अस्ति. चतुर्थवाक्यम् उपनयवाक्ये न तथा अयं पक्षः इति वदनेन हेत्वाभाववान् नास्ति इति श्यामस्य मनसि ज्ञानम् उदयति. तत्र किञ्चित् स्तराणि सन्ति इति मन्ये. तृतीयवाक्यात् सः अवगच्छति यत्र यत्र वह्न्याभावः अस्ति तत्र तत्र सर्वदा धूमाभावः अस्ति इति यथा ह्रदः इति सामान्यवाक्यं व्यतिरेकव्याप्तिस्थले. हलो अस्तु. उपनयवाक्ये सः अवगच्छति हेत्वाभाववा नास्ति पर्वतः. पञ्चमवाक्ये व्याप्ति ज्ञानमपि अपि च अत्र हेत्वाभाववान् नास्ति इति द्वयोः मेलनेन तस्य मनसि ज्ञानम् उदयति यत् पर्वतः वह्न्याभाववान् नास्ति इति. वह्न्याभाववान् नास्ति इत्युक्ते वह्नि अस्ति इति तस्य मनसि अनुमितिः जायते. अस्तु, समीचीनम् इति कृत्वा परार्थानुमानस्थले पञ्च अवयवाः व्यतिरेकव्याप्तिः कथं साधयामः इति. अस्तु, अत्र तु किं अत्र साध्यम् अथ न क्षम्यतां हेतुः पक्षभिन्नस्थले लभ्यते खलु. हेतुः कः वः धूमः. धूमः केवलं पर्वते इति न, अन्यत्रापि लभ्यते. किन्तु अस्य व्यतिरेकव्याप्तेः प्रयोजनं कुत्र भवति वस्तुतः? अहं वदामि वा? हा, वदतु भगिनि. व्यतिरेकव्याप्ति तत्र उपयोगं कुर्मः यत्र हेतुः पक्षभिन्नस्थले नास्ति. यथा पर्वतः न वह्नि वह्नि उष्णः वह्नित्वात् इति उदाहरणं स्वीकुर्मः चेत् वह्नित्वात् वह्नित्वं तु वह्नौ एव भवति. पक्षभिन्नस्थले न प्राप्यते. तत्र यत्र यत्र इति उदाहरणवाक्यम् अथवा दृष्टान्तवाक्यं न वक्तुं शक्नुमः. यत्र यत्र इति प्रसक्तिरेव नास्ति तत्र. किमर्थम् अन्वयदृष्टान्तं न वक्तुं शक्नुमः. तदर्थं व्यतिरेक व्याप्ति रीत्या वदामः. तत्र यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति वक्तुं शक्नुमः. व्यतिरेकदृष्टान्तम् अथवा व्यतिरेक उदाहरणं स्वीकृत्य. अस्तु, समीचीनं. यत्र हेतुः पक्षभिन्नस्थले न लभ्यते एव तत्र व्यतिरेकव्याप्तिः एव कार्यं करोति. त्रीणि वाक्यानि यानि आसन् तत्र प्रथमवाक्यं यत्र यत्र धूमः तत्र तत्र वह्निः इति यत्र पक्षभिन्नस्थले हेतुः न लभ्यते चेत् तत्र अतः द्वितीयवाक्यस्य अपि च तृतीयवाक्यस्य आधारेण साध्यं पक्षे अस्ति इति साधनीयं भवति इति एव अधुना प्रदर्शितमपि भगिन्या पञ्च अवयवान् प्रदर्श्य. अस्तु, इति विषयः आसीत्. इतः अग्रे स्वयम् अधुना नूतनतया केन केन आगतम्? वन्दने अस्मि वर्धिनी भगिनी. अनन्तरं नमस्कारः भगिनि. अजितः महोदय. अस्तु, अन्य कोऽपि? अस्तु तर्हि इतः अग्रे सरेम. राजेन्द्रमहोदय पठति वा? आं भगिनि. उपरि अन्वयव्याप्तिप्रसङ्गे अस्माभिः दृष्टं यत् धूमादिकर्णवृत्ति अत्यन्त अभावः अप्रतियोगी वह्नि समानधिकरणीयम् इति व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः. अधुना एवमेव व्यतिरेकव्याप्तिस्थले साध्य अभावव्यापकीभूत अभाव प्रतियोगित्वम् इति व्याप्तिः. साध्य अभावं प्रति हेतु अभावः व्यापकः, तस्य च प्रतियोगी हेतु. हेतु अभावस्य प्रतियोगी इति कथनेन किं सिद्ध्यति? हेतु अभावः. अत्र च स्मर्तव्यं यत् उपरि दत्तेषु त्रिषु वाक्येषु द्वितीयम् अस्ति यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः, नाम यत्र साध्यं नास्ति तत्र हेतुः अपि नास्ति. तृतीयं च यत्र यत्र हेतु अभावः तत्र तत्र साध्य अभावः. तत्र तृतीयवाक्यस्य हेतु अभावः द्वितीयवाक्यस्य हेतु अभावः इत्यस्य प्रतियोगी स्वरूपः. अनेन सर्वं सुलभं. यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति द्वितीयवाक्यं सत्यम् एव, किन्तु अस्मिन् पर्वते धूम अभावः नास्ति, अतः धूम अभावः अस्ति. धूम अभावः च धूम अभावस्य प्रतियोगिस्वरूपः. साध्य अभावव्यापकीभूत अभावः अस्मिन् यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इति अर्थः अन्तर्गतः. नाम द्वितीयवाक्यम् अनेन व्यक्तीकृतं, तदा साध्य अभावव्यापकीभूत अभावस्य प्रतियोगी इत्यनेन हेतु अभावः नाम तृतीयवाक्यस्य प्रथमं पदं. द्वितीयवाक्यं सत्यम् अस्ति चेत् तृतीयवाक्यमपि सत्यम् इति जानीमः. तर्हि हेतु अभावः अस्ति इति कारणतः साध्य अभावः अपि अवश्यम् अस्ति. साध्य अभावः इत्युक्ते साध्यम् एव, अतः साध्यम् अस्ति. अनेन च व्यतिरेकव्याप्त्या नाम अभावस्य व्याप्त्या साध्यस्य अस्तित्वं सिद्ध्यति. एवं च द्वितीयतृतीयवाक्याभ्याम् अनुमितिः इति ज्ञानं भवति. अस्तु, इदानीं पुनः प्रश्निष्ठा पठित्वा प्रयत्नं करोमि. व्याप्तिप्रसङ्गे एकनिमिषः महोदय, कस्यचित् प्रश्नः वा? मम भगिनी, मम स्थलं न प्राप्तं, करपत्रे कुत्र अस्ति? करपत्रे चित्रं पश्यति वा नूतनतया? चित्रस्य अधोभागे पञ्चावयवाः इति भवती उक्तवती, ततः तावदेव. उपरि अन्वयव्याप्तिप्रसङ्गे इति पश्यति, एका परिच्छेदः अस्ति उपरि अन्वयव्याप्तिप्रसङ्गे. पञ्चावयवाः सन्ति, ततः अग्रे एकः लघु परिच्छेदः प्राप्तुं शक्नोति. धन्यवादः. अस्तु, राजेन्द्रमहोदय. उपरि अन्वय व्याप्तिप्रसङ्गे दृष्टं यत् धूमा अधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगी वह्नि सामान्यधिकरणम् इति व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः. पूर्वं वयं दृष्टवन्तः यथा तद् बृहद्वाक्यं धूमादिकर्णवृत्ति अत्यन्त अभावः, यथा घटः पठः तस्य अत्यन्त अभावः भवति, यत् तस्य अप्रतियोगी वह्नि अस्ति या सामान्यधिकरणं, वह्नि सामान्यधिकरणं सः इति व्याप्तिः, यत् अथवा धूमः एव साध्यस्य एव अन्वयव्याप्तिः. अस्तु, बहु समीचीनं महोदय, बहु समीचीनतया उक्तं. तर्हि इदं सम्पूर्णवाक्यं धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगि वह्नि सामानादिकरण्यम् इति कस्य कस्य व्याप्तेः लक्षणवाक्यं धूमस्य हेतु इदा अत्र तु धूमस्य हा धूमस्य कीदृशव्याप्तिः अन्वयव्याप्तिः अस्तु अस्तु आमां हा तावदेव वक्तुमिच्छामि इत्युक्ते अग्रे गत्वा एतादृशं लक्षणवाक्यं व्यतिरेकव्याप्तेः अपि भवति तर्हि इदं यद् भवता पठितम् अपि च प्रतिपादितम् एतत् सर्वं धूमाधिकरणवृत्ति इत्युक्ते हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामनाधिकरण्यम् इति सर्वम् अन्वयव्याप्तेः लक्षणवाक्यम् इति अस्तु इतः अग्रे व्यतिरेकव्याप्तेः लक्षणवाक्यं पठतु महोदय भगिनि एकनिमिषः राजेन्द्र महोदय अस्तु भगिनि क्षम्यतां किञ्चित् गेस् दुर्गन्धः आसीत् तत् कारणात् अस्तु इदानीम् अधुना एवम् एव व्यतिरिक्तव्याप्तिस्थले साध्य अभावव्याप्तिभूत अभावः प्रतियोगित्वम् इति व्याप्तिः यथा पूर्वं लक्षणवाक्यमासीत् अन्वयव्याप्तिप्रसङ्गे तत्र व्यतिरिक्तव्याप्तिस्थले किमस्ति साध्य अभावव्यापकीभूतः साध्य अभाव व्यापकीभूतः साध्य अभावः त अत्र व्याप्यः अस्ति साध्य अभावव्यापकीभूत अभावः प्रतियोगित्वम् इति व्याप्तिः अर्थात् अत्र वह्नि धूमप्रसङ्गे तत्र साध्य वह्नि अभावव्यापकीभूतः अभावः प्रतियोगित्वम् इति व्याप्तिः प्रतियोगितं तु अथवा धूमः एव प्रतियोगी हा बहु समीचीनम् इदानीं यद्वाक्यमस्ति साध्याभावव्यापकीभूत वा अभाव तत्र किञ्चित् किं पदच्छेदं कृत्वा परिशीलनं करोतु किं कस्य विशेषणमस्ति इत्यादिकं साध्य अभावव्यापकीभूत प्रतियोगित्वं यत् साध्य अभावस्य विशेषणमस्ति प्रतियोगित्वं न न न एकनिमिषः तत्र अस्मिन् लक्षणवाक्ये तत्र खण्डत्रयम् अस्ति अस्तु साध्याभावव्यापकीभूत एकम् अभावः पुनः प्रतियोगित्वम् इति तर्हि अभावः इति यद् पदमस्ति तस्य विशेषणं किं प्रतियोगित्वं विशेषणं विशेषणं अस्मिन् प्रसङ्गे साध्याभावः व्यापकः वा व्याप्यः वा साध्य अभावः तु व्याप्यः व्याप्यः समीचीनम् अस्तु तर्हि हेत्वाभावः हेत्वाभावः तु व्यापकः व्यापकः अत्र अभावः इति यत् पदम् अस्ति अस्मिन् वाक्ये अभावपदेन व्यापकस्य व्यापकाभावः सूचितः क्षम्यतां व्याप्याभावः हेत्वाभावः सूचितः अस्तु हेत्वाभावः कः व्यापकः वा अथवा व्याप्यः वा हेत्वाभावः व्यापकः व्यापकः हा अतः हेत्वाभावः व्यापकीभूतः हेत्वाभावः कं प्रति व्यापकः साध्य अभावस्य प्रति सत्यं सत्यं समीचीनं साध्याभावं प्रति व्यापकः इति चेत् अधुना वदतु साध्याभावव्यापकीभूत अभाव तत्र विशेषणं किमस्ति विशेष्यं किमस्ति इति हेतोः अभावः अथवा हेत्वाभावः व्यापकः, अतः व्यापकीभूतः इति उच्यते. अस्तु, पुनः कं प्रति व्यापकः इति पृष्टं चेत् तत्र साध्याभावं प्रति व्यापकं भवति, अतः साध्याभावव्यापकीभूत अभावः इति कृत्वा प्रथमपदं यत् अस्ति साध्याभावव्यापकीभूतः इति विशेषणमस्ति अभावस्य अथवा हेत्वाभावस्य इति. बुद्धम् अस्तु, यथा अत्र अभावः लिखितमासीत् तत्र अभावः इत्युक्ते हेत्वाभावः, व्यापकीभूत अभावः अथवा हेत्वाभावः. हेत्वाभावः इत्युक्ते तस्मिन् व्यापकत्वम् अस्ति, अतः व्यापकीभूतः, अपि च साध्याभावं प्रति व्यापकः इति कृत्वा साध्याभावव्यापकीभूत अभावः. तस्य अभावस्य प्रतियोगित्वम् इति व्याप्तिः. तादृश अभावस्य प्रतियोगी कः? साध्य अभावः प्रतियोगी. हेतु अभावः, धूमभावः. धूमभावस्य प्रतियोगी कः? धूमः एव. धूमः, हा समीचीनम्. अतः धूमे प्रतियोगित्वम् अस्ति, तादृशप्रतियोगित्वं. कीदृशप्रतियोगित्वं? हेत्वाभावप्रतियोगित्वं. पुनः हेत्वाभावः कीदृशः? साध्यव्याप्य साध्याभावव्यापकीभूतः इति सर्वमस्ति लक्षणवाक्यम्. अस्तु, अस्यैव प्रतिपादनम् अग्रे अपि अस्ति किञ्चित् भिन्नरीत्या. अग्रे पठतु महोदय. साध्य अभावं प्रति हेत्व अभावः व्यापकः. इदानीमेव भवती उक्तवती साध्य अभावं प्रति हेतु अभावः तु व्यापकः अस्ति, साध्य अभावं तु व्याप्यः अस्ति. तस्य च प्रतियोगी हेतुः, तत्र पुनः अस्ति. हेतु अभावस्य प्रतियोगी इति कथनेन किं सिद्ध्यति? हेत्वाभाव अभावः अथवा धूमः एव, हेतुः एव. हेतु अभावस्य प्रतियोगी इति कथनेन हेत्व अभावः एव सिद्ध्यति. हेत्वाभावः इत्युक्ते हेतुः, हेतुः एव. अतः हेत्वाभावस्य प्रतियोगी इत्युक्ते हेत्वाभावः. अत्र च स्मर्तव्यं यत् उपरि दत्तेषु त्रिषु वाक्येषु द्वितीयम् अस्ति यत्र यत्र साध्य अभावः तत्र हेत्व अभावः, नाम यत्र साध्यं नास्ति तत्र हेतुः अपि नास्ति. तृतीयं च यत्र यत्र हेतु अभाव अभावः तत्र तत्र साध्य अभाव अभावः, तत्र तृतीयवाक्यस्य हेतु अभाव अभावः द्वितीयवाक्यस्य हेतु अभावः इत्यस्य प्रतियोगी स्वरूपः. अस्तु आम् आम् तत्र स्पष्टम्. किञ्चित् वदतु महोदय. यत्र यत् द्वितीयं वाक्यभिः यथा उपरि दत्तं त्रीणि वाक्यानि आसन् तत्र द्वितीयवाक्यम् अस्ति व्यापक अभावेन व्याप्य अभावः सिद्ध्यति. यत्र यत्र व्यापक अभावः तत्र तस्य व्याप्य अभावः. वह्नि अभावः धूम अभावः, यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः द्वितीयवाक्यम् अस्ति. अत्र तथैव अत्र दत्तमस्ति द्वितीयम् अस्ति यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः, नाम यत्र साध्यं नास्ति तत्र हेतु अपि नास्ति. तृतीयवाक्यं व्याप्य अभाव अभावेन व्यापक अभाव अभावः सिद्ध्यति. यथा किमपि करोति यथा कदा तृतीय तृतीयवाक्ये यत्र हेत्व अभाव अभावः यथा वदामः तत्र द्वितीयवाक्यस्य प्रतियोगिस्वरूपः एव अस्ति. द्वितीयवाक्यमस्ति यत्र यत्र हेतु अभावः साध्य अभावः तत्र तत् हेतु अभावः, तत् हेतु अभावस्य प्रतियोगिस्वरूपा हेत्व अभाव अभावः एव कृतिवाक्ये यथा परमस्ति तत् प्रतियोगिस्वरूपस्य अनेन सर्वं सर्वं सुलभं यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति द्वितीयवाक्यं सत्यम् एव किन्तु अस्मिन् प्रत्यये धूम अभावः नास्ति अतः धूम अभाव अभावः अस्ति धूम अभाव अभावः च धूम अभावस्य प्रतियोगी स्वरूपः पुनः पुनश्च तथैव अस्ति यथा हेतु अभाव अभावः प्रतियोगिस्वरूपः अस्ति हेत्वाभावः अस्तु अपि च अन्यतमः विषयः अस्ति अस्मिन् एषु वाक्येषु यत् द्वितीयवाक्यं सत्यं यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः इति सत्यमेव खलु सत्यमस्ति यद्यपि सत्यमस्ति अस्मिन् प्रसङ्गे अथवा अस्मिन् पर्वते तद्वाक्यम् असत्यं किमर्थम् पुनः पुनः भवतु भगिनि यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः इति वाक्यं सत्यम् अस्तु सिद्धान्तदृष्ट्या सत्यं परन्तु अस्मिन् पर्वते यः पर्वतः अस्माकं पक्षः इति स्वीकृतः तस्मिन् कीदृशी स्थितिः तत्र धूम अभावः तु नास्ति धूम अभाव धूम अभाव अभावः अस्ति तत्र धूमाभावाभावः अस्ति इति कृत्वा तृतीयवाक्यं सत्यमस्ति अस्मिन् प्रसङ्गे अस्तु वस्तुस्थितिः तृतीयवाक्यं वाक्येन प्रदर्शितं भवति अस्तु अग्रे महोदय द्वितीयवाक्यं सत्यम् अस्ति चेत् तृतीयवाक्यमपि सत्यम् इति जानीमः तर्हि हेतु अभाव अभावः अस्ति इति कारणतः साध्य अभाव अभावः अपि अवश्यम् अस्ति साध्य अभाव अभावः अस्ति इत्युक्ते साध्यम् अस्ति तत्र यथा हेतु अभाव अभावः अस्ति तथैव साध्य अभाव अभावः अपि अस्ति तत्र साध्यम् अस्ति साध्य अभाव अभावः इत्युक्ते साध्यम् एव अतः साध्यम् अस्ति अनेन च व्यतिरेकव्याप्त्यः नाम अभावस्य व्याप्त्या साध्यस्य अस्तित्वं सिद्ध्यति एवं च द्वितीयवाक्याभ्याम् अनुमितिः इति ज्ञानं भवति मध्ये किञ्चित् त्यक्तं भवता साध्याभावव्यापकीभूताभावः इत्युक्ते अस्मिन् यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति अर्थः अन्तर्गतः यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावव्यापकीभूत अभावः अस्मिन् यत्र यत्र साध्य अभावः तत्र तत्र हेत्वाभावः इति अर्थः तत्तु सत्यम् अभावव्यापकी भूतः भूत अभावः तत्र तु हेतुः एव यत् यत् साध्य अभावः तत् हेतु अभावः इति अन्तर्गतः एव अस्ति तत् अन्तर्गतः इम्प्लाय्ड् कैण्ड् इम्प्लाय्ड् इम्प्लाय्ड् अस्ति यत्र यत्र व्याप्यः व्याप्येन व्यापकः सिद्ध्यति इति खलु पठितम् उपरि त्रिषु वाक्येषु व्याप्येन इत्युक्ते साध्याभावेन हेत्वाभावः सिद्ध्यति इति पठितं सः अर्थः अस्मिन् साध्याभावव्यापकीभूताभावः इत्यस्मिन् अन्तर्गतं भवति अस्तु अतः अग्रे नाम द्वितीयवाक्यम् अनेन व्यक्तीकृतं व्यक्तीकृतं तदा तदा साध्य अभावव्यापकी भूत अभावस्य प्रतियोगी साध्य अभावव्यापकी भूत अभावस्य प्रतियोगी इत्युक्ते धूमः एव प्रतियोगी इत्यनेन हेत्वाभावाभावः नाम तृतीयवाक्यस्य प्रथमपदम् इत्युक्ते हेतुः एव इति तत्र आहत्य व्यक्तीकृतमस्ति हेतुः एव प्रतियोगी अतः हेतौ प्रतियोगित्वम् अस्ति प्रतियोगित्वम् अस्ति इति कृत्वा तादृशप्रतियोगित्वम् एव व्याप्तिः अथवा व्यतिरेकव्याप्तिः. अस्तु, तर्हि अन्वयव्याप्तिस्थले सामानादिकरण्यं, साध्यस्य सामानादिकरण्यं स्वीकृत्य विवरणं दत्तम्. अत्र व्यतिरेकव्याप्तिस्थले अभावस्य प्रतियोगिः कः, तस्मिन् कीदृशप्रतियोगित्वम् अस्ति, तस्य आधारेण व्यतिरेकव्याप्तेः निदर्शनं जातम् इति बुद्धम्. अस्तु, तर्हि सन्ध्या भगिनी गृहं प्राप्तवती वा? अहमेव पूर्वं जङ्गमदूरवाणीं तत्र त्यक्त्वा गृहदूरवाणी आगतवती, सः एव ध्वनिः आसीत्. अस्तु, अधुना वक्तुं शक्नोति? आं भगिनि, पठामि वा? अस्य परिच्छेदस्य यद् महोदयेन पठितं तत्र किञ्चित् सारांशत्वेन वदति किं, लक्षणवाक्यम् इत्यादिकम्? आं प्रयत्नं करोमि, किञ्चित् दीर्घपरिच्छेदः अस्ति अपि च किञ्चित् अस्तु वदामि. तर्हि खण्डशः पठित्वा अपि वक्तुं शक्नोति. हा, तर्हि प्रथमम् अस्मिन् परिच्छेदे अन्वयव्याप्तेः लक्षणवाक्यम् उक्तमस्ति. तत्र धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निसामानाधिकरण्यम् इति व्याप्तिः तस्य साध्यस्य इत्युक्ते अत्र वह्निः इति तत्र अन्वयव्याप्तिः इति उक्तमस्ति. इदानीं व्यतिरेकव्याप्तिस्थले किञ्चित् भिन्नरूपेण द्रष्टव्यमस्ति इति कृत्वा लक्षणवाक्यं व्यतिरेकव्याप्तेः साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति व्यतिरेकव्याप्तिः. तर्हि साध्याभावव्यापकीभूत अभावप्रतियोगित्वमस्ति तत्र हेतौ इत्युक्ते तत्र धूमे अस्मिन् उदाहरणे. तर्हि इदानीं साध्यमस्ति तत्र वह्निः, साध्याभावः व्याप्यः अस्ति तत्र, तस्य व्यापकः अस्ति हेत्वाभावः. तर्हि हेत्वाभावव्यापकः अस्ति, अतः व्यापकीभूत अभावः अस्ति हेत्वाभावः. तर्हि साध्याभावस्य यः व्यापकः अस्ति तादृश अभावः हेतौ इत्युक्ते धूमे अस्ति, तस्य अभावस्य प्रतियोगित्वं धूमे अस्ति इति साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति हेतोः विषये अस्ति. एतावत्पर्यन्तं समीचीनं किल? समीचीनं, बहु समीचीनं भगिनि, तथैव. तर्हि तत्र इदानीं तस्यैव वाक्यस्य अग्रे किञ्चित् विवरणमस्ति. अत्र यथा पूर्वमुक्तं तत्र साध्याभावः तत्र व्याप्त्यः हेत्वाभावः व्यापकः इति तत्सर्वम् अस्ति. तर्हि हेत्वाभावस्य प्रतियोगी अस्ति हेत्वाभाव अभावः इति हेत्वभावस्य प्रतियोगी इत्युक्ते हेतुः एव यथा महोदयेन अपि उक्तम्. तर्हि यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति द्वितीयं वाक्यं यदस्ति इत्युक्ते तस्य अर्थः अस्ति यत्र साध्यं नास्ति तत्र हेतुः नास्ति, इत्युक्ते यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति इति सिद्ध्यति तत्र इति द्वितीयवाक्यस्य साधनं कृतमस्ति. तृतीयं यद्वाक्यमस्ति यत्र यत्र हेत्वभावभावः तत्र तत्र साध्याभावभावः इति तत्र तृतीयवाक्यस्य हेत्वभाव अभावः इत्युक्ते द्वितीयवाक्यस्य वाक्ये यः हेत्वभावः इति उक्तमस्ति तस्य प्रतियोगी हेत्वाभावस्य प्रतियोगी हेत्वाभाव अभावः इत्युक्ते पुनः हेतुः एव. तर्हि यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति द्वितीयं वाक्यं सत्यं, परन्तु अस्मिन् पर्वते तथा नास्ति. तत्र तु धूमाभावाभावः अस्ति. अतः इदानीं तृतीयवाक्यं प्रति यदि गच्छामः, तत्र साध्याभावव्यापकीभूताभावः इत्युक्ते तत्र तस्मिन् तेन वाक्येन किम् अवगतं भवति, यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति इति तत्र अत्र किञ्चित् मम स्पष्टता नास्ति इति भाति. हा हा हा हा, चिन्ता नास्ति. किम् उक्तम् इत्युक्ते अस्मिन् पर्वते तृतीयवाक्यमेव सत्यं, तृतीयवाक्यं सत्यं नास्ति. तत्र तु सर्वेषाम् अङ्गीकारः अस्ति एव. परन्तु अस्माकं चर्चायाम् व्यतिरेकव्याप्तेः चर्चायां लक्षणवाक्यं यदस्ति साध्याभावव्यापकीभूताभावः इति, सः तद्वाक्यं यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति वाक्यम् अनुसरति, इत्युक्ते द्वितीयवाक्यम् अनुसरति. तत् कथम् इति परिशीलयति वा किञ्चित्? इत्युक्ते यत् साध्याभावव्यापकीभूताभावः इत्युक्ते यत्र साध्याभावः अस्ति तत्र तस्य व्यापकः भवति हेत्वाभावः. तर्हि साध्याभावव्यापकीभूताभावः इत्युक्ते तत्र साध्याभावः यत् अस्ति तत्र व्यापकरूपेण हेत्वाभावः अपि अस्ति इति वदति तद्वाक्यम्. हा, बहु समीचीनं भगिनि. अत्र व्याप्यव्यापकभावः सिध्यति अनयोः मध्ये. तयोः मध्ये साध्याभावयोः, साध्याभावः हेत्वाभावयोः मध्ये. हा, अस्तु, सम्यक्. अग्रे वदति तत्र, तर्हि अस्मिन् भागे, वाक्यस्य अस्मिन् भागे साध्याभावव्यापकीभूताभावः इत्यस्मिन् वाक्ये तत्र द्वितीयवाक्यं यदासीत् अस्माकं, यत्र यत्र वह्नेः अभावः तत्र तत्र धूमस्य अभावः इति, तदेव तद् तस्य एव तत्र अभिव्यक्तिः अस्ति. तर्हि अग्रे यदि तद्वदामः, अभावः वदामः, तर्हि ततः अग्रे प्रतियोगेः विषये, प्रतियोगिनः विषये अपि आगच्छति. तर्हि प्रतियोगी इत्युक्ते अत्र हेत्वाभावस्य अभावः एव प्रतियोगी. किमर्थमित्युक्ते तत्र अभावः हेत्वाभावः अस्ति इत्युक्ते तत्र एतेन हेत्वभावाभावः इति पदेन तत्र तृतीयवाक्यस्य प्रथम पदं यदस्ति यत्र यत्र हेत्वाभावाभावः इत्युक्ते यत्र यत्र धूमाभावाभावः तत्र तत्र वह्न्याभावाभावः इति. तर्हि साध्याभावव्यापकीभूताभावप्रतियोगी इति वदामश्चेत् तत्र प्रथम तत्र तृतीयवाक्यस्य प्रथम भागः आगच्छति. द्वितीयवाक्यं सत्यमस्ति चेत् तृतीयवाक्यम् अपि सत्यम् इति जानीमः. अतः हेत्वाभावभावः अस्ति इति यदि वदामः तर्हि साध्याभावभावः अपि अस्ति एव इति तत्र आगच्छति. तर्हि साध्याभावभावः इत्युक्ते तत्र पुनः साध्यमेव, इत्युक्ते वह्न्याभावभावः इत्युक्ते वह्निः एव. अतः अत्र साध्यम् आगतं, वह्निः आगतम्. अतः व्यतिरेकव्याप्तिदृष्ट्यापि अस्माकं तत्र यत्र व्याप्तिः तत्र यत्र साध्यं तत्र हेतुः इति तत्र वयं साधयितुं शक्नुमः. अतः तत्र द्वितीयवाक्यस्य तृतीयवाक्यस्य च अत्र उपयोगं कृत्वा अनुमितिः, व्यतिरेकव्याप्ति स्थले अनुमितिः जायते. हा हा, बहु सम्यगस्ति, तथैव अस्ति. तर्हि अत्र व्यतिरेकव्याप्तिस्थले द्वितीयतृतीयवाक्ययोः प्रयोगः भवति इति. अपि च प्रतियोगी इति हेतुः तस्मिन् कीदृशं प्रतियोगित्वम् अस्ति इति परिशील्य व्यतिरेकव्याप्तेः वर्णनं कृतमस्ति. अस्तु, सम्यक्. तर्हि इतः अग्रे सरेम. वर्धिनी भगिनी पठति वा अग्रे? आं भगिनि. अनेन साध्यस्य तत्र वा न भगिनि, अग्रिमम् उक्तं यत् पश्यति वा, उक्तं यत् साध्या भावव्यापकी भूता भावप्रतियोगित्वम्. उक्तं यत् साध्या अभावव्यापकी भूता अभावप्रतियोगित्वम् इति व्याप्तिः. साध्या अभावं प्रति हेतु अभावः व्यापकः, तस्य च प्रतियोगी हेतुः. तस्मिन् प्रतियोगिनि यत् प्रतियोगित्वं तदेव व्याप्तिः भवति. एषा व्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः. अनेन साध्यस्य व्यतिरेकव्याप्तिः कुत्र आगता? इयं व्याप्तिः हेतौ एव आगता. यदा रीत्या अन्वयव्याप्तिस्थले तादृशं सामानाधिकरणकरणीयम् इति व्याप्तिः हेतौ. तया एव रीत्या व्यतिरेकस्थले तादृशं प्रतियोगित्वम् इति व्याप्तिः हेतौ. उभयत्र साध्यं प्रति व्याप्यहेतुः इत्येव, परन्तु अत्र सा व्यतिरेकव्याप्तिः. व्याप्यः हेतुः एव. हेतुः व्याप्यः भवति चेत् तस्य व्यापकं भवति साध्यमिति. व्याप्येन व्यापकः सिद्ध्यति. अत्र व्याप्यव्यापकभावः अस्तु. प्रथमवाक्यं किमस्ति? यत् साध्य अभावव्यापकीभूत अभावप्रतियोगित्वं. व्याप्तिः कथमिति अस्तु. इदानीं यद् भवत्या पठितं साध्याभावव्यापकीभूत भूताभावप्रतियोगित्वम् इति कस्य लक्षणवाक्यम्? व्यतिरेकव्याप्तेः वा अथवा अन्वयव्याप्तेः? व्यतिरेकव्याप्तेः लक्षणवाक्यमस्ति. अस्तु, अग्रे. साध्य अभावं प्रति हेतु अभावः व्यापकः. साध्य अभावं प्रति हेतु अभावः व्यापकः. तस्य च प्रतियोगी हेतुः. तत्र त्रीणि वाक्यानि परिशीलितानि आसन् खलु. तत्र द्वितीयवाक्यमस्ति साध्याभावेन हेत्वाभावः इति. व्यापकाभावेन व्याप्याभावः. तर्हि व्यापकः कः? व्यापकः धूमः. व्यापकः अग्निः. उदाहरणे प्रथमवाक्ये तदा अभावसंयोजनेन धूमाभावः व्यापकः, वह्न्याभावः व्याप्यः इत्येव अत्र प्रदर्शितम्. साध्याभावं प्रति हेत्वाभावः व्यापकः इति. अस्तु, तर्हि हेत्वाभावस्य प्रतियोगी इत्युक्ते हेतुः. अग्रे. तस्मिन् प्रतियोगिनि यत् प्रतियोगित्वं तदेव व्याप्तिः. येषां व्याप्तिः साध्य इति लक्षणवाक्ये दृष्टं खलु. प्रतियोगित्वम् इत्यस्य विवरणमासीत् लक्षणवाक्ये. प्रतियोगित्वं कीदृशं? साध्याभावव्यापकीभूताभावस्य प्रतियोगितम् प्रतियोगित्वं क्षम्यतां साध्याभावव्यापकीभूताभावं प्रति प्रतियोगित्वं व्याप्तिः तस्मिन् अपि च एषा व्याप्तिः अस्तु वदतु अग्रे तस्मिन् प्रतियोगिनी यत् प्रतियोगित्वं तदेव व्याप्तिः अपि च एषा व्याप्तिः कस्य व्याप्तिः साध्यस्य व्यतिरेक व्याप्तिः व्याप्तिः सर्वदा व्याप्तिः कुत्र भवति अग्रे अस्ति पठतु अनेन साध्यस्य व्यतिरेकव्याप्तिः कुत्र आगता इयं व्याप्तिः हेतौ एव आगता हेतवेव अस्ति व्यतिरेकव्याप्तिः अपि च व्यतिरेकव्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः इत्युक्ते साध्यः इति यः कोऽपि भवति बृहत् क्षेत्रस्य क्षेत्रे यद्भवति सः हेतुं व्याप्य अथवा व्याप्यं व्याप्य तिष्ठति इति कृत्वा तस्य साध्यस्य व्याप्तिः हेतौ आगता अस्तु भगिनि यथा रीत्या अन्वयव्याप्तिस्थले तादृशं सामानाधिकरणीयम् इति व्याप्तिः हेतौ अन्वयव्याप्तिस्थले तादृशं सामानाधिकरणीयम् इति व्याप्तिः हेतौ तया एव रीत्या व्यतिरेकस्थले तादृशं प्रतियोगित्वम् इति व्याप्तिः हेतौ अन्वयव्याप्तिस्थले तादृशं सामानाधिकरणीयम् इति व्याप्तिः हेतौ विपरीतस्थले अपि प्रतियोगित्वं व्याप्तिः उभयत्र साध्यं प्रति व्याप्यहेतुः इत्येव परन्तु अत्र सा व्यतिरेकव्याप्तिः इति पुनः उक्तं तावदेव अन्वयव्याप्तिस्थले तत्र वाक्यम् आसीत् भूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निसामानादिकरण्यम् इति खलु तादृशसामानाधिकरण्यं पुनः हेतौ एव अन्यत्र न सत्यं व्यतिरेकव्याप्तिः अपि अस्ति अन्वयव्याप्तिः अपि अस्ति अस्मिन् प्रसङ्गे अस्मिन् उदाहरणे पर्वतः वह्निमान् धूमात् इति उदाहरणे अन्वयव्याप्तिः अपि अस्ति अपि च अन्वयव्याप्तिः किं सामानाधिकरण्यम् अधिकृत्य विवृताया व्याप्तिः सा अन्वयव्याप्तिः प्रतियोगित्वम् अधिकृत्य या व्याप्तिः अधुना विवृता अस्ति सा व्यतिरेकव्याप्तिः उभयत्र साध्यं प्रति व्याप्य हेतुः इत्युक्ते व्याप्तिः इत्युक्ते व्याप्तिः हेतौ अस्ति इति व्याप्यः हेतुः एव हेतुः व्याप्यः भवति चेत् तस्य व्यापकं भवति साध्यमिति व्याप्येन व्यापकः सिद्ध्यति हेतुः व्याप्यः व्यापकं साध्यम् एकवारं सत्यम् एकवारं हेतुः अथवा व्याप्यः इति साधितं चेत् हेतुः एव व्याप्यः इति अवगतम् अस्तु यत्र हेतुः अस्ति तत्र साध्यं भवेदेव इति कृत्वा साध्यमपि साधितं पक्षे अतः व्याप्येन व्यापकः सिद्ध्यति अथवा हेतुना साध्यं सिद्ध्यति इति समानम् स्पष्टम् अस्तु इतः अग्रे सरेम तर्हि अत्र कोऽपि प्रश्नः वा अथवा कस्यचित् चिन्तनं किमपि अस्तु अग्रे गच्छेम. अजितः महोदय पठति वा? आम् भगिनि. अधुना पर्वतः वह्निमान् धूमात् इति अन्वयव्याप्त्याया अनुमितिः सिद्ध्यति. सा एवं रीत्या वदेम. वह्न्यभावः वह्न्यभावव्यापकीभूताभावप्रतियोगी धूमः. वह्न्यभावं प्रति व्यापकीभूताभावः धूमाभावः. यतोहि यत्र यत्र वह्न्यभावः भवति तत्र सर्वत्रापि धूमाभावः भवति. अतः वह्न्यभावं प्रति नाम साध्याभावं प्रति व्यापकीभूताभावः हेत्वभावः धूमाभावः. प्रतियोगी धूमः प्रतियोगित्वं धूमे. सा एव व्याप्तिः. साध्याभावव्यापकीभूताभावप्रतियोगित्वं हेतौ विद्यमानसाध्यस्य व्यतिरेकव्याप्तिः. इत्युक्ते अधुना पर्वतः वह्निमान् धूमात् इति अन्वयव्याप्त्याया अनुमितिः सिद्ध्यति. सा एवं रीत्या वदेम. अन्वयव्याप्ति यदा वयम् अन्वयव्याप्तिरीत्या वदामः चेत् धूमात् कारणात् पर्वतः वह्निमान् इति. हा बहु समीचीनं महोदय. तर्हि अन्वयव्याप्तिस्थले किम् अभवत्? धूमस्य आधारेण, इत्युक्ते हेतोः आधारेण यथा भवतः वह्नि साधयिष्यामः. परन्तु व्यतिरेकव्याप्तिस्थले किं भवति? व्यतिरेकव्याप्तिस्थले अभावरीत्या एव यत्र यत्र अभावः व्यापकाभावः भवति तत्र तत्र व्याप्याभावः अपि भवति इति. तदेव खलु? सत्यं सत्यं, बहु सम्यक्, तथैव अस्ति. वह्न्यभावः व्यापकी भूताभावः प्रतियोगी धूमः. वन्यभावव्यापकी भूताभावः इत्युक्ते वन्याभावः व्यापकी भूताभावः धूमाभावः. धूमाभावस्य प्रतियोगी धूमः. बहु सम्यक्. अस्तु तर्हि बुद्धं स्यात्. वह्न्याभावः व्याप्यः. व्याप्यः इत्युक्ते धूमः, धूमाभावः. हा, धूमः व्याप्यः इति तु सत्यं, किन्तु व्याप्यः इत्युक्ते यस्य लघुक्षेत्रम् अस्ति तादृशं. इदानीं वह्न्याभावः धूमाभावः अनयोः मध्ये तुलना क्रियते चेत् तत्र वह्न्याभावः व्याप्यः भवति, तस्य क्षेत्रं लघु भवति, अतः तस्य व्यापकः स्यात्. तस्य व्यापकः कः? धूमाभावः. धूमाभावः, बहु समीचीनं. धूमाभावस्य प्रतियोगी धूमः. धूमः इति बुद्धं स्यात्. अस्तु अग्रे. वन्यभावं प्रति व्यापकी भूताभावः धूमाभावः यथा उक्तौ. यतोहि यत्र यत्र वन्यभावः भवति तत्र सर्वत्रापि धूमाभावः भवति. तदेव कारणात् वन्याभावं प्रति व्यापकी भूताभावः धूमाभावः इति वक्तुं शक्नुमः. अतः वन्यभावं प्रति नाम साध्याभावं प्रति. वह्नि इत्युक्ते साध्यं, धूमः इत्युक्ते हेतु. तदेव कारणं साध्याभावं प्रति व्यापकीभूत भूताभावः हेत्वभावः धूमाभावः यथा पूर्वम् उक्तं तदेव प्रतियोगी धूमः प्रतियोगित्वं धूमे धूमः प्रतियोगीकारणात् प्रतियोगित्वं धूमे एव भवति सा एव व्याप्तिः इत्युक्ते व्याप्तिः इत्युक्ते प्रतियोगित्वमेव नाम अत्र धूमः इति अधिकरणम् इति स्वीक्रियते चेत् अधिकरणत्वेन धूमे प्रतियोगित्वमपि अस्ति व्याप्तिः अपि अस्ति खलु अतः किञ्चित् व्याप्तिः प्रतियोगित्वं पर्यायवाचि शब्दौ इति स्वीकृत्य तथा वदन्ति धूमे प्रतियोगित्वमपि अस्ति व्याप्तिः अस्ति समानस्तरे समानाधिकरणे तर्हि व्याप्तेः विवरणम् अथवा डिस्क्रिप्शन् कथं क्रियते प्रतियोगित्वम् इत्यस्य आधारेण तावदेव अस्तु किन्तु भगिनी सर्वदा समानाधिकरणम् इत्युक्ते सर्वदा भिन्नभिन्नपदार्थः एकमेव इति वक्तुं शक्नुमः वा इत्युक्ते समानाधिकरणे एकपदार्थः अस्ति अन्य एकपदार्थः अस्ति समानाधिकरणकारणात् द्वौ पदार्थौ तथा प्रायः अशक्यम् अस्तु इदानीं धूमः इति वक्तुं स्वीकुर्मः चेत् धूमत्वम् अपि अस्ति धूमे जातिः अस्तु किन्तु अत्र व्याप्तिः इति अपेक्षितः इत्यस्य विवरणम् अपेक्षितम् इत्यस्य निरूपणम् अपेक्षितं तर्हि व्याप्तिः इत्युक्ते साध्यस्य व्याप्तिः खलु व्याप्तिः इत्युक्ते कस्य व्याप्तिः साध्यस्य व्याप्तिः साध्यः अस्ति चेत् तत्र हेतुः अपि स्यात् इति सर्वम् उक्तं तर्हि इदानीं व्याप्तिः साध्यस्य व्याप्तिः इति कृत्वा व्यतिरेकव्याप्तिस्थले साध्याभावः अस्ति अपि च साध्याभावः व्याप्यः इति जानीमः इति सर्वं परिशील्य साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति आगतम् तत्र पश्यामश्चेत् पूर्वस्मिन् अन्वयव्याप्तिस्थले सामानः अधिकरण्यम् इति यः गुणः अस्ति यः धर्मः अस्ति तत् स्वीकृत्य व्याप्तेः निरूपणं कृतवान् अस्तु किन्तु भवता यत् सूचितं तदपि सत्यं केवलं सर्वम् एकत्र अस्ति इति कृत्वा परस्परनिरूपणं न शक्यमेव किञ्चित् सम्बन्धः भवेत् अस्तु भगिनि साध्याभावव्यापकीभूताभावप्रतियोगित्वं साध्याभावव्यापकीभूताभावप्रतियोगित्वम् एव व्याप्तिः एतद् व्याप्त्याः निरूपणं हेतौ विद्यमानसाध्यस्य हेतौ विद्यमानसाध्यस्य व्यतिरेकव्याप्तिः हेतौ विद्यमानसाध्यस्य इत्युक्ते यथा अन्वयव्याप्तस्थले उक्तं खलु धूमात् पर्वतः वह्निमान् इति तत्र धूमः हेतुः वह्निसाध्यं तत्र हेतौ विद्यमानसाध्यस्य निरूपणं खलु हेतौ किं तदा किञ्चित् कनेक्षन् भग्नं जातं हेतौ किं हेतुः धूमः सत्यं हेतौ विद्यमान विद्यमानसाध्यस्य आम् तत्र आम् तत्र वक्तुं चिन्तनम् इदानीं प्रश्नः कोऽपि प्रश्नः केनचित् क्रियते चेत् व्याप्तिः कुत्र अस्ति इति तदा उत्तरं किम् व्याप्तिः धूमे अस्ति इत्युक्ते हेतौ अस्ति हेतौ एव भवति व्याप्तिः अपि च व्याप्तिः व्याप्तेः द्वैविध्यमस्ति खलु अन्वयव्याप्तिः व्यतिरेकव्याप्तिः तर्हि हेतौ व्यतिरेकव्याप्तिः वा भवति अथवा अन्वयव्याप्तिः यः को या कापि व्याप्तिः भवतु व्यतिरेकव्याप्तिः भवतु अथवा अन्वयव्याप्तिः भवतु सर्वदा हेतौ एव भवति इति प्रथमम् अपरः विषयः अस्ति या कापि व्याप्तिः भवति सा साध्यस्य व्याप्तिः इत्युक्ते हेतव्याप्तिः अस्ति इत्युक्ते हेतुः व्याप्यः व्याप्यं व्याप्नोति कश्चन पदार्थः सः कः व्यापकः तर्हि व्यापकः एव साध्यः खलु अतः साध्यस्य व्याप्तिः भवति हेतौ सा च साध्यस्य व्याप्तिः व्यतिरेकव्याप्तिः वा अथवा अन्वयव्याप्तिः वा भवितुम् अर्हति तावदेव अस्ति स्पष्टं भगिनि प्रश्नः अस्ति तत्र एकस्मिन्नेव समये हेतौ अन्वयव्याप्तिः अपि अस्ति व्यतिरेकव्याप्तिः अस्ति इति सत्यं सत्यम् अस्मिन् प्रसङ्गे आम् यतोहि हा हा पर्वतः वह्निमान् धूमात् इत्यस्मिन् तु उभे अपि व्याप्ति स्तः खलु परन्तु यत्र वह्निः उष्णः वह्नित्वात् तत्र तु केवलं व्यतिरेकव्याप्तिः एव अस्ति यतोहि तत्र भिन्नरीत्या वक्तुं न शक्नुमः इति आम् आं तथैव सत्यम् अस्तु भगिनि अस्तु तर्हि अग्रे भगिनी प्रश्नः हेतौ अन्वयव्याप्तिः अस्ति अपि तु व्यतिरिकव्याप्तिः अस्ति इति अस्मिन् प्रसङ्गे अस्ति इति उक्तं परन्तु दृष्टान्तस्य आधारेण एव तथा वक्तुं शक्नुमः खलु कीदृशी व्याप्तिः हेतौ अस्ति इति सत्यं दृष्टान्तस्य उदाहरणेन इत्युक्ते तृतीयवाक्यम् इति यदासीत् तस्य आधारेण इति वा आम् आम् इत्युक्ते उदाहरणवाक्यं दृष्टान्ते कीदृशी स्थितिः अस्ति हेतुः अस्ति वा न इति सर्वम् इति द्वितीयं वाक्यम् अनन्तरं तृतीयं वाक्यं दृष्ट्वा वयं वक्तुं शक्नुमः यत् हेतौ व्यतिरेकव्याप्तिः वा अन्वयव्याप्तिः अस्ति इति खलु अस्तु सावित्री भगिनी किं वदति अहं चिन्तयामि पक्षभिन्नस्थले हेतौ अस्ति चेत् तत्र द्वयोः भवितुम् अर्हन्ति परन्तु यत्र हेतुः पक्षभिन्नस्थले नास्ति पक्षे एव अस्ति यथा वह्निः उष्णः उष्णत्वात् तत्र एव व्यतिरेकव्याप्तिः इत्युक्ते भगिनी जयन्ति भगिनी अहं किं वक्तुम् इच्छामि चेत् प्रथमवाक्यं तु अन्वयदृष्टान्ते सत्यं खलु द्वितीयवाक्यं प्रथमवाक्यं सत्यं चेत् द्वितीयवाक्यं सत्यम् अभावपदस्य योजनेन परिवर्तनं भवति क्रमः परिवर्तनं भवति तदेव व्यतिरेकव्याप्तिस्थले अभावं स्वीकृत्य एव वक्तुं शक्नुमः तृतीयवाक्यमेव सत्यम् इत्युक्ते वदतु भगिनि तदेव भगिनि सम्यक् वदतु अग्रे इत्युक्ते दृष्टान्तं दृष्ट्वा अन्वय अथवा व्यतिरेक इति न वक्तुं शक्नुमः हेतुः पक्षभिन्नस्थले भवति चेत् तत्र एव अन्वयव्याप्तिः इति वक्तुं शक्नुमः. तत्र द्वयोः उपयुज्य वाक्यं वक्तुं शक्नुमः. हा, तत् समीचीनम्. अधुना जयन्ती भगिन्याः प्रश्ने दृष्टान्तः इत्युक्ते कः, यथा महानसम् इत्यस्य विषये वदति वा? ओ अस्तु, अवश्यम् अवश्यम्. इति एव अर्थः सावित्री भगिनी यद् उक्तवती तस्मिन् अन्तर्गतः खलु. हा, यथा महानसमिति दृष्टान्तः इत्युक्ते किं, पक्षभिन्नस्थले हेतुः लभ्यते इति. परन्तु हा, तादृशदृष्टान्तः एव नास्ति चेत् तर्हि अवश्यं व्यतिरेकव्याप्ति. तर्हि त्रीणि वाक्यानि आसन् खलु, व्यतिरेकव्याप्तिस्थले प्रथमवाक्यं निष्प्रयोजकं तदा. आम् आम्. अत्र पर्वतः वह्निमान् धूमान् यथा महानसम् इति पूर्णं वाक्यं, सम्पूर्णं वाक्यं. तत्र तु अन्वयव्याप्तेः प्रयोजनमेव अस्ति, अन्यव्याप्तेः अन्वयव्याप्तिस्थितिः अस्ति. सत्यं सत्यम्. अपि च अहमपि पृष्टवती महोदयम्, एतद् यद् पञ्चावयवाः सन्ति तत्तु स्वार्थानुमानेन अपि तत्र साधयितुम्, अन्वयव्याप्तिरीत्या एव साधयितुं शक्नुमः खलु. किमर्थं तत् पञ्चावयवान् दर्शयित्वा द्वितीयवाक्यस्य प्रयोजनं कृतम् इति सर्वं किमर्थम् आवश्यकम् आसीत् इति. तर्हि केवलम् एवम् उक्तवान् यत् अस्मिन् उदाहरणे तथा अस्ति, तावदेव. यत्र एकं सोपानम् अस्ति, अन्ततो गत्वा वह्नि उष्णः उष्णत्वात् इति साधयितुम् इच्छति सः, परन्तु प्रथमं सत्यं सरल उदाहरणं स्वीकृतमस्ति यत्र पक्षभिन्नस्थले अपि प्राप्यते. हा, तावदेव. केवलं कथं वा द्वितीयतृतीयवाक्यस्य प्रयोगः भवति इति अस्तु अस्तु. जयन्ती भगिनी भवती अग्रे पठतु. एवं च इत्यस्मात् खलु. एवं च अस्माकं व्यतिरेकव्याप्तिप्रसङ्गे पुनः पश्यतु पञ्च अवयवानाम् अन्तिमसोपानद्वयम्. प्रथमम् उपनयवाक्यं, न तथा च अयम्, वन्य अभावव्यापकीभूताभावप्रतियोगी हेतुः धूमः, तद्वान् पक्षः, पक्षः धूमवान्, धूमाभाववान् न भवति इत्यर्थः. द्वितीयं निगमनवाक्यं, तस्मात् न तथा, तस्मात् धूमाभावाभाववत्वात् न तथा, न वन्याभाववान् तथा इत्युक्ते वन्याभाववान्. अस्तु, अत्र परार्थानुमानस्य पञ्च अवयवान् दृष्टवन्तः वयम्. अत्र उपनयवाक्यम् अपि तु निगमनवाक्ययोः प्रयोगं कृत्वा कथं व्याप्तिः साध्यते इति पश्यामः. व्यतिरेकव्याप्तिस्थले तु यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति आरभ्य साधयामः. तत्र उपनयवाक्यम् अस्ति परार्थानुमाने, न तथा च अयम् इत्युक्ते दृष्टान्ते तु हेतुः नास्ति, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इत्युक्ते तत्र हेत्वाभावः अस्ति. उपनयवाक्यम् अस्ति न तथा च अयम् इत्युक्ते अत्र तु इत्युक्ते पक्षे तादृशी स्थितिः नास्ति. तादृशी स्थितिः इत्युक्ते किम्, अत्र हेत्वाभावः नास्ति इति. किमर्थम् इत्युक्ते अत्र तु हेतुं दृष्टवान् रामः, अतः स्पष्टतया वक्तुं शक्नुमः यत् अत्र हेत्वाभावः नास्ति इति. अत्र हेत्वाभावः नास्ति इत्यस्मात् अस्माकं तु तृतीयवाक्यस्य उपयोगेन हेत्वाभावाभावः अस्ति, अतः साध्याभावाभावः अस्ति इति वयं साधितवन्तः. अतः वन्याभावव्यापकीभूतभाव भूताभावप्रतियोगी हेतुः धूमः इत्यपि अन्वयव्याप्तिस्थले लक्षणवाक्यमपि दृष्टवन्तः. यत्र वन्याभावः अस्ति इत्युक्ते साध्याभावः अस्ति, तत्र तु साध्याभावं प्रति व्यापकः अस्ति हेतुः हेत्वाभावः अस्ति. हेत्वाभावस्य प्रतियोगी तु हेतुः, हेतुः अस्ति, हेतौ तु प्रतियोगित्वम् अस्ति इत्येव व्याप्तिः. तादृशप्रतियोगित्वं प्रतियोगी धूमः तद्वान् पक्षः धूमे वा प्रतियोगिनी वा धूमे या प्रतियोगित्वम् अस्ति तस्मात् पक्षः धूमवान् इति वयं वक्तुं शक्नुमः. तदेव उपनयवाक्यम्. समीचीनं भगिनि. अपि च उपनयवाक्ये किं तत्र स्वार्थानुमानस्य चत्वारि ज्ञानानि आसन् खलु, पक्षधर्मता, व्याप्ति, परामर्शः, किम् अनन्तरम् अनुमितिः. अनुमितिः इति सर्वम् इति आसीत्. अत्र उपनयवाक्ये परामर्शः दृश्यते किल? आम्, इत्युक्ते अत्र तु अभावस्य प्रसङ्गः. साधारणतया व्याप्या साध्यव्याप्यहेतुः इति वक्तुं शक्नुमः. अन्वयव्याप्तिस्थले व्यतिरेकव्याप्तिस्थले तु व्यापकाभाव व्याप्यहेत्वाभाव इत्युक्ते परामर्शज्ञाने पूर्वज्ञानद्वयम् अन्तर्भूतं खलु, पक्षधर्मताज्ञानं अपि च व्याप्तिज्ञानम्. अत्रापि तथैव अस्ति वा? अत्रापि तथैव अस्ति. प्रथम व्याप्तिज्ञानं तु यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इति अग्रिमसोपानम् अस्तु. अन्ततो गत्वा सः तादृशनिर्णयं प्रति गच्छति, परन्तु अस्मिन् वाक्ये साध्यहेत्वोः व्याप्तिः दृश्यते इति मम भाति किल? लक्षणवाक्यात् तु वक्तुं शक्नुमः साध्यव्याप्यहेतुः इति. इत्युक्ते अत्र अभावः अस्ति, अतः व्यापकाभाव व्याप्य व्याप्याभावः इति. इत्युक्ते तादृशं अस्ति सः साध्याभाव. जयन्ति भगिनि. आम् आम्, इत्युक्ते अत्र तु व्याप्यः अस्ति हेतुः, पुनः व्याप्यः हेतुः एव साध्यं प्रति. साध्यम् अस्ति वन्याभावः. अतः समीचीनम्. अतः व्याप्यव्यापकः भावः तु दृश्यते, तदेव व्याप्तिज्ञानम् सत्यं. तस्मात् अत्र तु वयं जानीमः पक्षे तु धूमः अस्ति इति, इत्युक्ते हेत्वाभावाभावः अस्ति इति. अतः पक्षधर्मता ज्ञानम् अपि अस्ति अत्र. उभौ उभौ मिलित्वा एव परामर्शः जायते तस्य मनसि. परामर्शानन्तरं अत्र तु निगमनवाक्यं जायते. तस्मात् तक्षः धूमवान् इत्यस्मात् न तथा इत्युक्ते अत्र तु धूमः अस्ति अतः धूमाभावाभाववत्वात् न तथा इत्युक्ते वन्याभावाभावः अस्ति इत्युक्ते वन्याभावः नास्ति. वन्याभावः नास्ति इत्युक्ते वन्याभावाभावः अस्ति इत्युक्ते वन्यमान् अस्ति अयं अयं पक्षः इति. हा अस्तु समीचीनं. तर्हि निगमनवाक्यं तर्हि स्वार्थानुमानस्थले यानि ज्ञानानि जायन्ते तानि एव अत्र अत्रापि जायन्ते किञ्चित् भिन्नक्रमेण जायन्ते तावदेव. अस्तु भगिनि अग्रिमवाक्यमपि किञ्चित् पठति वा. उपरि त्रिषु वाक्येषु द्वितीयवाक्यम् उदाहरणवाक्यं तृतीयं वाक्यं भवति उपनयवाक्ये निगमनवाक्ययोः मेलनेन. द्वितीयं वाक्यम् उदाहरणवाक्यम् तु यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति. तस्मात् तृतीयवाक्यं भवति इत्युक्ते अत्र किम् अस्ति वस्तु वस्तुस्थिति अत्र हेत्वाभावः नास्ति तर्हि तत्र तृतीयं वाक्यं भवति हेत्वाभावः नास्ति इत्युक्ते हेत्वाभावाभावः अस्ति. हेत्वाभावाभावः अस्ति इत्युक्ते साध्याभावाभावः अस्ति अतः एव निगमनं जातं यत्र यत्र हेतुः तत्र साध्यम् इति द्वयोः मेलनेन. अस्तु बहु समीचीनमस्ति. अस्तु अग्रे सावित्री भगिनी पठति वा अग्रिमपरिच्छेदम्. अस्तु भगिनि तर्हि आहत्य व्यतिरेकव्याप्तिस्थले चिन्तनम् एवं यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुर्नास्ति इति प्रथमतया यत्र यत्र साध्याभावः तत्र हेत्वाभावः इति. तदा यः हेत्वाभाववान् न भवति सः साध्याभाववान् अपि न भवति. हेत्वाभाववान् न भवति इत्यस्य अर्थः हेत्वाभावाभाववान् यस्य फलितार्थः हेतुमान् भवति. साध्याभाववान् न भवति इत्यस्य अर्थः साध्याभावाभाववान् यस्य फलितार्थः साध्यवान् भवति. इदानीमेव भगिनी सर्वम् उक्तवती परन्तु अत्र व्यतिरेकस्थले नास्ति इति स्वीकृत्य अस्ति इति कथं साधयामः इति लिखितमस्ति. यत्र साध्यं नास्ति तत्र हेतुर्नास्ति इति अस्माकम् अवगमनम् अस्ति एव. द्वितीयवाक्यं यत्र यत्र साध्याभावः तत्र हेत्वाभावः इति तदेव साध्यं नास्ति इत्युक्ते साध्याभावः अस्ति हेतुर्नास्ति इत्युक्ते हेत्वाभावः अस्ति. तदा यः हेत्वाभाववान् न भवति अस्माकं प्रसङ्गे पक्षः हेत्वाभाववान् नास्ति खलु हेतु अस्ति तदर्थं सः साध्याभाववान् अपि न भवति इति अवगमनं. हेत्वाभाववान् न भवति इत्यस्य अर्थः अस्ति हेत्वाभावाभाववान् इत्युक्ते हेतुः अस्ति. साध्याभाववान् न भवति इत्यस्य अर्थः अपि साध्याभावाभाववान् यस्य फलितार्थः साध्यवान् अस्ति इत्युक्ते यत्र हेतुः अस्ति तत्र साध्यः अपि अस्ति इति. समीचीनम् इति सारांशरीत्या उक्तं व्यतिरेकव्याप्तिः कथं कार्यं करोति इति. अभावम् अधिकृत्य भावम् अथवा अस्तित्वं साधयिष्यामः अत्र इति. अग्रे राजेन्द्रमहोदय पठति वा. आं भगिनि अन्वयदृष्टान्तः केषुचित् लेषु अप्रसिद्ध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतोः उच्यते। तथा च अत्रापि हेतुः व्याप्यः जातः, व्याप्तिः व्यतिरेकव्याप्तिः, परन्तु तर्हि अत्र हेतुरेव व्याप्यः जातः साध्यं प्रति। नाम साध्यनिरूपित व्याप्तिः हेतोः का व्याप्तिः? व्यतिरेकव्याप्तिः। तथा च हेतुः व्याप्यः जातश्चेत् तं प्रति व्यापकं भवति साध्यम्। एवं च व्याप्यव्यापकभावः सिद्ध्यति, व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति। तथा च साध्य अभावव्यापकी भूत अभावप्रतियोगी हेतुः तादृशहेतुमान् पक्षः इति नेन परामर्शः जातः। साध्य व्याप्यहेतुमान् पक्षः, साध्यव्याप्यः नाम साध्यनिरूपित व्यतिरेकव्याप्तिमान् हेतुमान् पक्षः इति परामर्शः। अनेन परामर्शेन व्यापकः सिद्ध्यति पक्षे, व्यापकः कः? साध्यम् एव। अत्र किं लिखितमस्ति? अन्वयदृष्टान्तः केषुचित् स्थलेषु प्रसिद्ध्यति, लोकाः न इच्छन्ति अन्वयदृष्टान्तः न इच्छन्ति। तादृश अर्थः नास्ति, प्रसिद्धः इत्यस्य लौकिक अर्थः तादृश अर्थः नास्ति। अप्रसिद्ध्यति इत्युक्ते किं? कुत्रचित् न भवति, न सिद्धः भवति अन्वयदृष्टान्तः केषुचित् स्थलेषु, साधयितुं न शक्नुमः। धन्यवादः। अन्वयदृष्टान्तं कुत्र न साधयितुं शक्नुमः? कुत्र कुत्र? यत्र पक्षविना साध्यं नास्ति तत्र। सत्यं, पक्षभिन्नस्थले हेतुः नास्ति तत्र, तत्र अन्वयदृष्टान्तः न कार्यं करोति। व्यतिरेकदृष्टान्तः स्वीकृत्य व्यतिरेकव्याप्तिः हेतोः उच्यते। तथा च अत्रापि हेतुः व्याप्यः जातः, हेतुः एव अत्र व्याप्यः अस्ति, व्याप्तिः अस्ति व्यतिरेकव्याप्तिः, परन्तु तर्हि अत्र हेतुरेव व्याप्यः जातः साध्यं प्रति, साध्यं प्रति हेतुः व्याप्यः जातः साध्यं, व्यापकम् अस्ति। नाम साध्यनिरूपितव्याप्तिः हेतोः साध्यं निरूपयति। एकनिमिषः, हेतौ इति सप्तमी हेतुः इत्यस्य, हेतौ इत्युक्ते अधिकरणसप्तमी, तस्मिन् व्याप्तिः अस्ति, हेतौ व्याप्तिः, सा व्याप्तिः कीदृशी? साध्यनिरूपित साध्यनिरूपितव्याप्तिः अस्ति हेतौ। का व्याप्तिः? व्यतिरेकव्याप्तिः। कीदृशी व्याप्तिः? व्यतिरेकव्याप्तिः अस्ति। तथा च हेतुः व्याप्यः जातश्चेत् तं प्रति व्यापकं भवति साध्यम्। यथा हेतुः व्याप्यः अस्ति तं प्रति साध्यं व्यापकम् अस्ति। तथैव भगिनी वा? आमामां, सत्यं सत्यं। हेतुमान् पक्षः इति साध्य सिद्धं चेत् तत्र हेतुः व्याप्यः अस्ति चेत् व्यापकः अपि भवेत्, व्यापकः साध्यं, व्यापकं साध्यम्। एवं च व्यापकभावः सिद्ध्यति, व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति। व्याप्येन यः अस्ति हेतुना साध्यं, साध्यं यः व्यापकम् अस्ति तं सिद्ध्यति। तथा च साध्य अभावव्यापकी भूत अभावप्रतियोगी हेतुः तादृशहेतुमान् पक्षः। यथा पूर्वं व्यतिरेकव्याप्ति सन्दर्भे वयं पठितवन्तः, तत् लक्षणवाक्यमस्ति, साध्य अभावव्यापकी भूत अभावप्रतियोगी हेतुः तादृशहेतुमान् पक्षः। हेतुः एव इत्यनेन परामर्शः जातः, सः एव परामर्शः, परामर्शज्ञानं साध्यव्याप्यहेतुमान् पक्षः. साध्यव्याप्य नाम साध्यनिरूपितव्यतिरेकव्याप्तिमान् हेतुमान् पक्षः. साध्यव्याप्यनाम् साध्यनिरूपितव्यतिरेकव्याप्तिमान् हेतुमान् नाम साध्यव्याप्य इत्युक्ते साध्येन व्याप्यः, साध्येन कः व्याप्यः? हेतुः. हेतुः अस्तु. इदानीं व्यतिरेकव्याप्तिप्रसङ्गे तत्र व्यतिरेक वा या कापि भवतु तर्हि हेतुः इत्यस्मिन्नेव व्याप्तिः अस्ति. अत्र तु व्यतिरेकव्याप्तिः अस्ति. अपि च व्यतिरेकव्याप्तिः केन निरूपिता? हेतौ अस्ति किन्तु केन निरूपिता? साध्यनिरूपिता खलु. साध्येन निरूपिता, तदर्थं साध्याभावव्यापकीभूत इत्यादिकम् आगतं. साध्येन निरूपिता या व्यतिरेकव्याप्तिः सा अस्ति हेतौ, अतः हेतुमान् अस्ति. क्षम्यताम्, अतः हेतुः व्याप्तिमान् अपि च पक्षः हेतुमान् इति एव परामर्शज्ञानं. परामर्शज्ञाने ज्ञानद्वयम् अन्तर्भूतं, पक्षधर्मता अपि च व्याप्तिज्ञानम् इति सर्वं साधितम् अत्र. अनेन परामर्शेन व्यापकः सिद्ध्यति पक्षे, व्यापकः साध्यमेव. तर्हि अन्ततो गत्वा परामर्शः इति एकवारं जायते चेत् तदनन्तरम् अनुमितिः जायते एव खलु. अतः परामर्शेन व्यापकः, यत्र व्याप्यः अस्ति तत्र व्यापकः अस्ति इति सिद्ध्यति पक्षे. अपि च व्यापकः इत्युक्ते साध्यं, साध्यमेव, साध्यमेव इति स्पष्टं स्यात्. प्रथमतया व्याप्तिज्ञानं, व्याप्यः अस्ति चेत् तस्य व्यापकः भवेत् इति कृत्वा व्यापकः सिद्ध्यति, सः व्यापकः साध्यम् इति उक्तम्. अत्र कोऽपि प्रश्नः? नो चेत् विरमामः. शुभरात्रिः. धन्यवादः. धन्यवादः. शुभरात्रिः.